पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 104 कुञ्चल उवाच गदे तस्मिन् महाभागे दत्तात्रेये महामुनौ आजगाम महाराज आयुश्च स्वपुरं प्रति इन्दुमत्या गृहं हृष्टप्रविवेशश्रियान्विदम् सर्वकामसमृद्धार्तिमिन्द्रस्य सदनोपमं राज्यं चक्रे समेधावी यथा स्वर्गे पुरन्दरः स्वर्भानुसुदया सार्धमिन्दुमत्या द्विजोत्तमा सा च इन्दुमदीराज्ञी गर्भमापफलाशनाद दत्तात्रेयस्य वचनादिव्य तेजस्समन्वितम् इन्दुमत्या महाभागस्वप्नं दृष्टमनुत्तमं रात्रौ दिवान्वितं ताद बहुमङ्गलदायकं गृहान्तरे विषं तं च पुरुषं सूर्यसन्निभं मुक्तामालान्वितं विप्रम् श्वेदवस्त्रेण शोभितं श्वेदपुष्पकृतामाला तस्य कण्ठे विराजते सर्वाभरणशोभाङ्गो दिव्यगन्धानुलेपनः चतुर्भुजशङ्खपाणिर्गदा चक्रासिधारकः छत्रेण ध्रियमाणेन चन्द्रबिम्बानुकारिणा शोभमानो महातेजा दिव्याभरणभूषितः हारकङ्कणकेयूरनूपुराभ्यां विराजितः चन्द्रबिम्बानुकाराभ्यां कुण्डलाभ्यां विराजितः एवंविधो महाप्राज्ञो नरः कश्चित् समागतः इन्दुमदीं समाहूय स्नापिता पयसा तदा शङ्खेन क्षीरपूर्णेन शशिवर्णेन भामिनी रत्नकाञ्चनबद्धेन सम्पूर्णेन पुनः पुनः श्वेदं नागं सुरूपं च सहस्र शिरःसंवरं महामणियुधं दीप्तं धामज्वालासमाकुलं क्षिप्तं तेन मुखप्रान्ते दत्तं मुक्ताफलं पुनः कण्ठे तस्याः स देवेश इन्दुमत्या महायशः पद्मं हस्ते ततो दत्त्वा स्वस्थानं प्रति जग्मिवान् एवंविधं महास्वप्नं तया दृष्टं सुदोत्तमं समाचष्टमहाभागा आयुं भूमिपदीश्वरं समाकर्ण्य महाराजश्चिन्तयामास वै पुनः समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम् शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरं राजोवाच अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तमा विप्रोगेहं विशन् दृष्टः किमिदं स्वप्नकारणं शौनक उवाच वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता आदिष्ठं च फलं राज्ञां सुगुणं सुतहेतवे तद्फलं किं कृतं राजन् कस्मै त्वया निवेदितं सुभार्यायै मया दत्तमिति राज्ञोदितं वचः श्रुत्वोवाच महाप्राज्ञशौनको द्विजसत्तमः दत्तात्रेयप्रसादेन तव गेहे सुदोत्तमः वैष्णवांशेन संयुक्तो भविष्यदि न संशयः स्वप्नस्य कारणं राजन्येतत्ते कथितं मया इन्द्रोपेन्द्र समः पुत्रो दिव्यवीर्यो भविष्यति पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्धनः धनुर्वेदे च वेदे च सगुणोऽसौ भविष्यति यवमुक्त्वा स राजानं शौनको गतवान् गृहं हर्षेण महदा विष्टो राजाभूत् प्रियया सह इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुरधिकशततमोऽध्यायः ॐ